नमस्ते. तर्हि अद्य अदादिगणे अजन्तदातवः इति वर्गः अनुवर्तते. अत्र गतसप्ताहे वयं इङ्गतौ इति धातोः, अनन्तरम् इक्स्मरणे इति धातोः रूपाणि दृष्टवन्तः. इक्स्मरणे इति धातोः रूपाणि तु समानरूपाणि भवन्ति, कार्याणि समानानि सन्ति. इङ्गतधिक इति अधिक इति वक्तव्यम् इति वार्तिकेन. तर्हि अधुना अद्य इङ् अध्ययने इति अग्रिम धातुः विषये पश्यामः. सुब्रह्मण्यं महोदय, पि इति परिचयं दृष्टतु, तथा आरभ्य. अहं वा भगिनि? हा आं महोदय. अस्तु भगिनि. इङ् अध्ययने इति धातुः, इङ् धातुः नित्, अतः आत्मनेपदि धातुः, नित्यम् अधिपूर्वः च. प्रथमं प्रथमबिन्दुः अस्ति हलादिपित्सु. आत्मनेपदि धातुषु गुणकार्यं नास्ति एव. अजादिपित्सु गुणः आदेशः, अयादेशः, अधियोगः ईयोगः ऐ, गुणे अधियोगः एयोगः ऐ, ऐ आदेशः अधियोगः ऐ योगः ऐ, सन्धिकार्यम् इकोयणचि. अध्यै योगः ऐ अध्ययै. हलादिपित्सु निति च गुणनिषेधः. अधियोगः ईयोगः ते, अकः सवर्णे दीर्घः अधीते. एक् स्मरणे किञ्चित् एकनिमिषं भगिनि, अत्र किञ्चित् क्षम्यतां भगिनि, अत्र किञ्चित् कार्यमस्ति वा महोदय? अत्र चतुर्थबिन्दुः कुत्र अस्ति? क्षम्यतां, मम चिन्ता नास्ति महोदय. किञ्चित् एकनिमिषः भगिनि. इदानीं सङ्गणके पश्यामि. अस्ति, मम पार्श्वे एव अस्ति सङ्गणके. क्षम्यताम्. अत्र इङ् धातुः इति आग्नेयपदे धातुः अस्ति. किमर्थमित्युक्ते अत्र अनुदात्तनित् आत्मनेपदम् इत्यनेन अत्र इङ् नित् अस्ति, अतः आत्मनेपदे धातुः. अपि च नित्यम् अधिपूर्वः अपि अस्ति. अत्र प्रथमं इत्युक्ते उपसर्गः अधि इति योजयामः. प्रथमबिन्दुः भवति हलादिपित्सु इति. अत्र आत्मनेपदि धातुषु हलादि पित् प्रत्ययः कोऽपि नास्ति, अतः तस्य प्रसक्तिः एव नास्ति. अनन्तरम् अजादिपित्सु, अत्र अजादिपित्सु गुणः आगच्छति, गुणः भवति. अतः अत्र उदाहरणे अत्र ईयोगः ऐ, अत्र लोट् लकारस्य उत्तमपुरुष एकवचने अत्र अत्र ईयोगः ऐ प्रथमम् अत्र इकारस्य गुणः भवति, अतः अत्र ए योगः ऐ. अनन्तरम् अत्र अत्र एचोयवायावः इत्यनेन ऐ आदेशः, अतः ऐ योगः, ऐ योगः ऐ. इदानीम् अत्र सन्धिकार्यं भूत्वा न पुनः अत्र प्रथमं तु ऐ योगः ऐ कुर्मः, अत्र अयै भवति. अनन्तरम् अधियोगः अयै, अत्र अत्र इकोयणचि इत्यनेन अत्र अधि इत्यस्य इकारस्य य आगच्छति, अतः अत्र अध्यै अध्ययै इति रूपं निष्पन्नं भवति. तृतीयमस्ति हलादिपित्सु. अत्र हलादिपित्सु तु अत्र हलादि अपित् अस्ति तृतीयम्. अत्र अह्लादि अपि अत्र सार्वधातुक अर्थतालयोः अनन्तरं सार्वधातुकम् अपि नित्वद् भवति, अतः निति च इत्यनेन गुणनिषेधः. अतः ईयोगः ते अत्र केवलं मेलनमेव. अधियोगः इति अकः सवर्णे दीर्घः भूत्वा अधीते इति भवति. चतुर्थमस्ति अजादि अपित्सु. पुनः अत्र नितिच इत्यनेन गुणनिषेधः. परन्तु इदानीम् अत्र अचिष्णु धातुभ्रुवां युवर् योङ् वङ्गौ इत्यस्य प्रसक्तिः अपि च कार्यमपि भवति. किमर्थं चेत् अत्र धातुः इङ् अस्ति, अतः अत्र इकारान्तधातुः अस्ति अत्र. अतः अत्र ई स्थाने ई आदेशः भवति. ई योगः आते अत्र प्रथमपुरुष बहुवचने इयाते इति भवति. अधियोगः इयाते, अत्र अकः सवर्णे दीर्घः भूत्वा अधीयात् इति रूपं निष्पन्नं भवति. अस्तु महोदय, आं भगिनि. अद्य अवधेयं यत् यथा पूर्वं कार्यस्य एकः क्रमः वर्तते, तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया. प्रथममस्ति लङि अडागमः वा आडागमः वा. द्वितीयमस्ति तिङ् निमित्तम् अङ्गकार्यं. तृतीयं लङि आडागमे सति वृद्धिकार्यम् आटश्च इति सूत्रेण. चतुर्थबिन्दु अस्ति तिङ् प्रत्यययोजनं तत्सम्बन्धसान्धिकार्यं. चतुर्थबिन्दु अस्ति उपसर्गयोजनं तत्सम्बन्ध सन्धिकार्यम् इति. अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. लट्टी करोमि वा भगिनि? इङ् अध्ययने लट् लकारः आत्मनेपदीरूपं. प्रथमपुरुष एकवचनं. अधिपूर्वकः, अधियोगः, ईयोगः, सिद्धप्रत्ययः ते इति अस्ति. ते तु हलादि अपित् अस्ति. गुणनिषेधः भवति निति च इति सूत्रेण. अत्र हलादि अपित् इति कारणात् वर्णमेलनमेव. परन्तु अधिपूर्वकः अस्ति इति अकः सवर्णे दीर्घः इति सूत्रेण दीर्घं भवति अधीते. द्विवचने आते, आते तु अजादि अपित् अस्ति. अत्र अचिष्णु धातु भ्रुवां युवोर् यङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति. ई स्थाने इयङ् आदेशः भवति. अनन्तरं अकः सवर्णे दीर्घः इति सूत्रेण दीर्घं भवति ईकारः. अधीयाथे बहुवचने अथे तद् अजादि अपित् अस्ति. अत्रापि अचिष्णु धातु भ्रुवां योर् यङ् वङ्ग सूत्रेण ई स्थाने इयङ् आदेशः भवति. अकः सवर्णे दीर्घः इति सूत्रेण ईकारस्य दीर्घं भवति. अधीयते, अधीते, अधीयाते, अधीयते. अस्तु भगिनि, पूरयतु भगिनि. अहं चिन्तयामि त्रयः एव जनाः सन्ति. तर्हि अग्रे तर्हि किञ्चित् भेदः भवति. अस्तु तर्हि क्षेम भगिनि, पुष्प भगिनि वदतु भगिनि. पुष्पा भगिनी अस्मि. वदतु भगिनि, कृपया एकनिमिष भगिनि, द्वे निमिषं देयम्. तर्हि अनन्तरं क्षेम भगिनी वदतु, मध्यमपुरुषस्य. मध्यमपुरुषे च भगिनि, तत्र सिद्धतिङ् प्रत्ययः अस्ति से इति. इदानीम् ईयोगः से, नित्यम् अधिपूर्वकः इति कारणेन अधियोगः ईयोगः से. से तु हलादि अपित् अस्ति, अतः तत्र कोऽपि कार्यः नास्ति, केवलं वर्णमेलनमेव. तर्हि अधीसे इति रूपं भवति अकः सवर्णे दीर्घः योजयित्वा. नो चेत् प्रथमम् ई योगः से, अत्र सकारः अपदान्ते अस्ति, अपि च पूर्वं तस्य प्राक् इक् वर्णः अस्ति, अतः तत्र सकारस्य मूर्धन्यशकारः भूत्वा शे इति भवति. इदानीम् इषे इति अस्ति, अधियोगः इषे अकः सवर्णदीर्घ इति सूत्रेण, अनेन सूत्रेण तत्र अधीशे इति रूपम् आयाति. तदनन्तरं द्विवचने आथे इति अस्ति, आथे तु अजन्त अजन्त अपित् अस्ति, अतः अत्र इकारादेशः भवति अचिष्णु धातु द्वां युवोरि यङ्ग् इति सूत्रेण. तर्हि इकारस्य स्थाने ई इति आगच्छति, इयाथे इति अस्ति, अधियोगः इयाते, पुनः सवर्णदीर्घसन्धि भूत्वा तत्र अधियाथे इति भवति. बहुवचने द्वे इति अस्ति, द्वे तु हलादि अपित् अस्ति, अतः वर्णमेलनम् इद्वे इति, अधियोगः इद्वे दीर्घं भूत्वा अधिद्वे आहत्य अधीशे अधियाथे अधिद्वे. धन्यवादः. आं भगिनि, अत्र उत्तमपुरुष एकवचनम् ए अस्ति, सिद्धतिं प्रत्ययः, अधियोगः ईयोगः ए. प्रथमम् अत्र ईयोगः ए अत्र अजादि अपित् अस्ति, अतः अत्र अजिष्णु धातु भ्रुवान् युवरे अङ्गभङ्गौ इत्यस्य कार्यम्, इकारस्य स्थाने इ आदेशः भवति, अधियोगः इ योगः ए, अत्र इये भवति, अधियोगः इये, अकः सवर्णदीर्घः भूत्वा अत्र अधीये इति रूपं निष्पन्नं भवति. अनन्तरम् अधियोगः ईयोगः वहे हलादि अपित् अस्ति, अत्र केवलं वर्णमेलनमेव, इवहे अधियोगः इवहे, अकः सवर्णे दीर्घः भूत्वा अधीवहे, तथा एव अधीमहे, आहत्य अत्र अधीये अधीवहे अधीमहे. धन्यवादः महोदय. रामप्रिया. आम् भगिनि, लोट्लकारे प्रथमपुरुषे ताम् इति सिद्धतिङ्क्रियाः, ई योगः ताम्, हलादि अप्युत्तति ताम् इति, प्रथमं तु वर्णमेलनम्, अनन्तरम् अधिपूर्वकः अधि उपसर्गपूर्वकः इति कारणात् अकः सवर्णे दीर्घः इति सूत्रेण दीर्घं भवति, अधीताम् इति, आथाम् आतां तु अजादि अप्युत् अस्ति, अचिष्णु धातुब्रुवां युवर् इयङ् वङ्गौ इति सूत्रेण इयङ् आदेशः भवति ईकारस्य स्थाने, इयाथाम् इति, अधि उपसर्गं योजयित्वा अकः सवर्णे दीर्घः इति सूत्रेण दीर्घम्, अनन्तरम् अधियाथाम् इति भवति. समानकार्यम् अथां बहुवचने अपि, अजादि अपि, अचिष्णु धातु द्वां युवर् यङ् वङ्गौ इति सूत्रेण इयङ्, अनन्तरं सन्धिकार्यम् अकः सवर्णे दीर्घ इति सूत्रेण अधीयथाम्, अधीताम् अधीयाताम् अधीयथाम्. धन्यवादः. I have to open the screen, okay? One more. I have to just open. I haven't opened yet. Yes, okay. सिद्ध नास्ति चेत् अग्रे गच्छामि वा भगिनि, अनन्तरं करोति वा प्रायः? तर्हि हिम भगिनी वदतु. लङ्लकारस्य भवति लोट्लकारस्य स्व इति एकवचने तिङ्कृतेः अस्ति अधियोगः ईयोगः स्व इति स्व तु हलादि अपित् अस्ति अतः केवलं मेलनं परन्तु आदेशप्रत्ययोः अनेन तत्र षत्वं भवति अतः ईश्व इति अस्ति तदनन्तरं सन्धिकार्यं भूत्वा अधीश्व इति भवति अनन्तरं तत्र आथाम् अस्ति आथां तु अजादि अपित् अस्ति अजादि अपित् अस्ति अत्र इकारस्य स्थाने इयादेशः भवति अजिष्णु धातु भुवो युवर्यौ अङ्गौ इति अनेन तर्हि इयाथाम् इति आगच्छति तदनन्तरं पुनः सन्धिकार्यमस्ति अधियोगः इयाथाम् अधीयाताम् तदनन्तरं ध्वम् अस्ति ध्वम् अपि हलादि अपित् अस्ति केवलं मेलनम् अधियोगः ईयोगः ध्वम् इध्वम् तदनन्तरं सवर्णदीर्घसन्धिं भूत्वा अधीध्वम् इति अधीश्व अधीयाथाम् अधीध्वम् अत्र लोट्लकारस्य उत्तमपुरुषे एकवचने ऐ अस्ति सिद्धतिङ् प्रत्ययः इदानीम् अत्र अधियोगः ईयोगः ऐ ऐ अजादि पित् अस्ति अतः सार्वधातुक अर्धधातुकयोः इत्यनेन इकारस्य गुणः अतः अधियोगः ए योगः ऐ अनन्तरम् अत्र ए योगः ऐ अत्र एचोयवायावः इत्यनेन एकारस्य ऐ आदेशः अतः अधियोगः ऐ ऐ योगः ऐ प्रतिध्वनि नमस्ते मणिमहोदय महोदय नमस्ते महोदय प्रतिध्वनिः अस्ति महोदय किञ्चित् पश्यति वा ओ अत्र वा ओ एकनिमिषं महोदय मीट् मीट् कुर्वन्तु महोदय इदानीम् अस्य मीट् कुर्वन्तु इदानीं इदानीं सम्यक् अस्ति न न धन्यवादः अधुना अपि अस्ति महोदय नमस्ते अधुनापि अस्ति महोदय इदानीमपि हरि ओम् अस्ति अस्ति वा महोदय अस्ति अस्ति महोदय एकनिमिषं ओ क्षम्यतां नमस्ते नमस्कारः भगिनि अधियोगः इदानीम् अधियोगः अत्र ईयोगः ऐ अस्ति ऐ अजादि अपि अजादिपित् अस्ति अतः गुणकार्यम् इकारस्य गुणः ए भवति अधियोगः ए योगः ऐ अत्र ए योगः ऐ एचोयवायावः इत्यनेन एकारस्य ऐ आदेशः ऐ योगः ऐ अत्र अयै भवति अधियोगः अयै इदानीमत्र इकोयणचि इत्यनेन अधि इत्यस्य अन्तिम इकारस्य या यकारः आदेशः भवति अतः अध्ययै इति रूपं निष्पन्नं भवति अधियोगः ईयोगः आवहै पुनः अजादि पित् अस्ति अतः गुणः इकारस्य गुणः ए ए योगः आवहै अत्र एचोयवायावः इत्यनेन एकारस्य ऐ आदेशः ऐ योगः आवहै अयावहै अधियोगः अयावहै इकोयणचि इत्यनेन अध्यावहै इति रूपं निष्पन्नं तथा एव अध्यामहै आहत्य अध्ययै अध्यावहै अध्यामहै धन्यवादः महोदय. पुष्पभगिनी अधुना चिन्ता अस्ति वा? क्षम्यतां, रामप्रिया भगिनी. रामप्रिया भगिनी, अहं तु अस्मि. करोतु करोतु भगिनि, प्रयत्नं करोमि, सहायं तु आवश्यकं. भगिनि एकनिमिषः भगिनि, तत्र अध्यावहै नास्ति, अध्ययावहै अध्ययामहे खलु? धन्यवादः भगिनि, पुनः वदामि अत्र अधियोगः अयोगः आवहै अयावहै अस्ति अत्र, अतः अत्र अध्ययावहै अध्ययामहै. धन्यवादः, धन्यवास्मि भगिनि. अस्तु, अत्र लङ्लकारे सा आताम् अस्ता अस्ति, तत्तु लङ् लुङ् लुङ्षु हडुदातः अत्र लकारः आयाति. अत्र आरागमः तु अस्ति न, आडागम अडजादीनाम् अस्ति अस्ति न, अस्ति न, अत्र अत्र अस्ति तु योगः आयोगः इ योगः ता तु हलादि अपि तस्ति, तथैव अपि तस्ति तु अधि योगः आयोगः इ योगः ता ऐ आयोगः इ ऐ आतश्च वृद्धि आतश्च इत्यनेन ऐ आयाति, आयोगः इ ऐ आयाति, तत्तु अधि योगः ऐ योगः ता अधि अधि इकोयेण आदेशः भवति, अत्र अध्ययिता एकादः आयाति अध्येता. धन्यवादः भगिनि. आतां तु अह्लादि ऐ मीन् अजादि अपि अस्ति, तथैव अचिष्णु युवारि युङ्गौ कार्यं करोति, तथैव आकारः ईकारः न आकारः आकारः ईकारः योगः आताम् अत्र ऐ आयाति. प्रथमं किं कार्यं भवति? प्रथमं तु अडाजादीनाम् आडजादीनाम् इति आडागमः भवति. अनन्तरं किं भवति? अनन्तरम् अतिष्णुधातु ब्रुवाङ् युवरिवङ्गौ इत्यनेन न न न ततः पूर्वमेव आड अतिष्णुधातु ब्रुवाङ् युवरिवङ्गौ इत्यनेन इयङ्गादेश भवति, तर्हि इकारस्य स्थाने इ इति भवति. इयङ् किन्तु आदेशे नकारस्य लोपः भूत्वा इ इत्येव भवति, इकारः यकारः इति आयाति. तर्हि अनन्तरं किम् आयाति? अधुना किं भवति? आयोगः इ भवति, यत् उक्तवती ऐकारः भवति आदर्श इत्यनेन वृद्धिः भवति. आदर्श इत्यनेन वृद्धिः भवति, आयोगः इ ऐ भवति. अत्र अधि ऐ आताम् अध्ययिताम् अध्ययि यातां अतः तु अध्ययि अध्ययत समानकार्यम् अत्र अतः तु आडागमन तु अस्ति न अस्ति तथा एव अचिष्णुदातु ब्रुवां युवर्यङ्गौ इत्यनेन इयङादेश भवति धन्यवादः भगिनि धन्यवादः भगिन्या रामप्रिया भगिनी आम् मध्यमपुरुष एकवचनं ताः सिद्धतिं प्रत्ययः हलादि अपि तस्ति प्रथमम् आडजादीनाम् इति सूत्रेण आडागमः भवति आयोगः ईयोगः ताः अत्र आठश्च इति सूत्रेण वृद्धिकार्यं भवति पूर्वपरयोः स्थाने एकादेशः ऐ ताः अधिपूर्वकः अत्र इको एणचि इति सूत्रेण इकारस्य स्थाने यण् आदेशः अध्ययिताः द्विवचने आथां तत्तु अजादि अपि तस्ति प्रथमम् आडजादीनाम् आयोगः ईयोगः आथाम् अचिष्णु धातु ब्रुवां युवो इयङ् वङ्गौ इति सूत्रेण इयङ् आदेशः भवति इकारस्य स्थाने अनन्तरम् आटश्च इति सूत्रेण आकार ईकारयोः स्थाने ऐ आदेशः अधियोगः ऐ आथाम् इको एणचि यण् आदेश आम् अयण् आदेशः अध्ययाथां बहुवचने हलादि अपि तस्ति द्वम् अधियोगः आयोगः ईयोगः द्वम् आडजादीनां प्रथमम् आकारः अनन्तरम् आटश्च वृद्धिकार्यम् अधियोगः ऐयोगः द्वम् इको एणचि यकारः आम् अध्ययिध्वम् अध्ययिताः अध्ययाताम् अध्ययिध्वम् धन्यवादः हिमभगिनी अस्ति वा श्रुता तर्हि चिन्तितवती प्रायः भगिन्याः कनेक्षन् भगम् अभवत् उत्तमपुरुषः किल भगिनि लङ्गकारस्य उत्तमपुरुषः अधियोगः अधियोगः ई इति अस्ति अधियोगः आयोगः ईयोगः ई इदानीं इकारः तु अजादि अपि अस्ति अतः अत्र गुणकार्यं न सम्भवति अपि च अचिष्णुधातु अनेन सूत्रेण तत्र इकारस्य स्थाने इयादेशः भवति तर्हि ईययोगः ई इति अस्ति इयि इति अस्ति आडजातीनां कारणेन इकारस्य प्राक् तत्र आयाति आयोगः ई इति अस्ति इदानीम् आटश्च सूत्रेण आयोगः इकारस्य स्थाने अय्यादेशः भवति तर्हि अय्योगः ऐ इति अस्ति उपसर्गपूर्वकः अधि योजयित्वा अधियोगः ऐ ऐ इति अस्ति इदानीं यण्सन्धिकारणेन तत्र इकारस्य स्थाने यकारः आयाति यै इति भवति तर्हि अध्ययि इति रूपम् आयाति तदनन्तरं बहिः तु हलादि अपि अस्ति हलादि अपि कारणेन तत्र कोऽपि कार्यः नास्ति आडजादीनां कारणेन तत्र आकारः आगत्य तदनन्तरम् आटश्च इति कारणेन आ इ मिलित्वा तत्र वृद्धिकार्यं भवति अय ऐ आगच्छति तर्हि ऐ योगः बहिः ऐ बहिः इति उपसर्गं योजयित्वा उपसर्गः योजयित्वा अधियोगः ऐ बहिः यण्सन्धि भवति तर्हि अध्ययै बहिः तथैव अध्ययै महि तर्हि आगत्य अध्ययी अध्ययै बहिः अध्ययै महि आं भगिनि अध्ययै बहिः इति एव खलु अध्ययै अध्ययै महि अध्ययै महि भगिनि अत्र अध्ययै यकारः इकारः आगच्छति अकारः धकारः व्यञ्जनमस्ति तदनन्तरं यकारः ऐकारः योजनेन यै यै तदनन्तरं बहि अस्ति न अध्ययै बहि एकवचने अध्ययि भगिनि तत्तु पूर्वमेव एकवचने अध्ययि धन्यवादः मणिमहोदय वदति वा विधिलिङ्गकारः महोदय आगतं विधिलिङ्ग् मध्ये महोदय महोदय वदतु वदतु महोदय प्रतिध्वनिः अस्ति अतः अहं तूष्णीं तिष्ठामि इदानीं ध्वनिः अस्ति वा आम् इदानीमपि बहुध्वनिः बहुध्वनिः अस्ति म्यूट् करोमि भवान् वदतु अहं तूष्णीं तिष्ठामि ओ समिता महोदय विधिलिङ्ग् मध्ये अधियोगः ईयोगः ईत आडजातीनाम् ईकारः आडजातीनां सूत्रेण ईकारः प्रति पूर्वम् आगच्छति विधिलिङ्ग् आडजातीनां क्षम्यतां महोदय विधिलिङ्ग् ईत इति आयोगः ईयोगः ईत अधियोगः ईत अधि ईत इति क्षम्यतां महोदय प्रयत्नं इत्र नास्ति किल अतिष्णुधातुध्रुवम् इत्यनेन इकारस्य स्थाने इ आदेशः इकारः यकारः इयङ् य इति रूपं भवति देन् अधियोगः इय योगः ईत अधि इकारस्थाने अकसवर्णदीर्घस्थाने इत्यनेन अधीत इति रूपं भवति अधि ईत महोदय तदेव इयातां मध्ये द्विवचन इयाताम् अधियोगः ईयोगः इयाताम् ईकारस्थाने अचिष्णुभ्रुवं स्थाने सूत्रेण इय आदेशः देन् अचिष्णु धातु ब्रूयङ् वङ्गौ ब्रुवां योर् यङ् वङ्गौ ब्रुवां यङ् वङ् महोदय व्योः योर् यङ् वङ्गौ यङ् वङ्गौ ओके इति सूत्रेण इय आदेशः अनन्तरम् इयाताम् इया अधिपूर्वमस्ति अधि ईकारस्थाने गुणकार्यं गुणः भूत्वा अधि इयाताम् गुणः भूत्वा न न न न अकसवर्णदीर्घसूत्रेण अधियाताम् अधियाताम् अधियाताम् तदेव बहुवचने ईरन् अस्ति अदि ई अदियोः ईयोः ईरन् अतिष्णु ब्रूयं ब्रूयोरङ्गौ सूत्रेण क्षम्यतां महोदय सम्यक् नास्ति चेत् कृपया क्षम्यताम् अतिष्णु धातु ब्रुवं योर्यङ्गौ इति सूत्रेण इय आदेशः अनन्तरं इय रन् य इ रन् देन् अदि पूर्व अस्ति अदि योगः इययोः अकसवर्णदीर्घ सूत्रेण अदि इय रन् अदि ईरन् ओके अदि ईरन् भवति अकसवर्णदीर्घसूत्रेण अदि दीर्घं भवति अदि ईरन् सत्यं महोदय विधिलिङ्गे तु सर्वे तु म्यूट् करोमि वा ओके क्षम्यतां महोदय वक्तुं न शक्नोमि बृहद्धि ध्वनिः श्रूयते तर्हि सर्वे तु इ इत्येव आरभते खलु प्रत्ययः अस्माभिः निर्मितप्रत्ययः तु ईत ई आताम् ईरन् ईताः ई आताम् इ इति अजादि एव सन्ति खलु तर्हि अतिष्णुतातु ब्रुवाङ् योरिवङ् योर्यङ् वङ्गौ इत्यनेन ई आदेशः भवति इकारः यकारः इति इयङ् आदेशः भवति परम् अकः सवर्णे दीर्घः इति समानकार्याणि सन्ति तर्हि सर्वे रूपाणि वदति वा सोपानं न आवश्यकं मध्यमपुरुषस्य उत्तमपुरुषस्य रूपाणि एव नाम पुनः वदतु भगिनि महोदय मणि महोदय महोदय म्यूटेड् क्षम्यतां महोदय मध्यमपुरुषे विधिलिङ्ग इयाः इयातां ई त्वं रूपाणि एव रूपाणि अदि इयाः अदि इयातां अदि ई त्वं बहु उत्तमपुरुषे अदि ईय अदि ई वहि अदि ईय महि अदि ईवति अदि ईमहि अदि सारि अदि ईवहि अदि ईमहि धन्यवादः धन्यवादः मीट् करोमि मीट् करोमि इदानीम् अहं किञ्चित् प्रतिध्वनिः म्यूटेड् अस्ति वा हा अधुना म्यूटेड् अस्ति प्रतिध्वनिः श्रूयते इति कृत्वा अहं किञ्चित् तूष्णीं तिष्ठामि यदि भवान् किमपि वदति चेत् तथैव अस्तु तर्हि अधुना रामप्रिय सुब्रह्मण्यमहोदय अत्र द्विधातुः गतिव्याप्तिप्रजनकान्त्यसनखादनेषु अत्र धातुः अस्ति वि अत्र प्रथमं हलादि पित्सु अत्र एतत्तु विधातुः इदानीमत्र परस्मैपदिधातुः अस्ति अत्र हलादिपित्सु अत्र गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन उदाहरणे अत्र वियोगः ति अत्र वेति इति भवति द्वितीयबिन्दुः अस्ति अजादिपित्सु अत्र पुनः गुणः अयादेशः अपि अत्र उदाहरणे लोट्लकारस्य उत्तमपुरुष एकवचने वियोगः आनि अत्र ईकारस्य एत्वं भवति गुणः भूत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन अनन्तरम् एकारः आकारः अस्ति अतः अत्र एचोयवायवः इत्यनेन ऐ आदेशः अतः अत्र वयानि इति रूपं निष्पन्नं भवति तृतीयबिन्दुः अस्ति हलादि अपित्सु अत्र हलादि अपित्सु अत्र सार्वधातुकार्धधातुकयोः सार्वधातुकमपि नित्वत् भूत्वान् इति च इत्यनेन गुणनिषेधः. अतः अत्र उदाहरणे वियोगः तः अत्र प्रथमपुरुष द्विवचने लट्लकारस्य वीतः इति रूपं निष्पन्नं भवति. चतुर्थबिन्दुः अस्ति अत्र अजादि अपित्सु अपित् अत्र सार्वधातुकार्धधातुकयोः सार्वधातुकम् अपित् निति च इत्यनेन गुणनिषेधः. परन्तु अत्र धातुः ईकारान्तधातुः अस्ति. अनन्तरमत्र अजादि तिङ् प्रत्ययः अतः अचिष्णुधातुभ्रुवां युवर्यङ् वङ्गौ इत्यस्य कार्यं भूत्वा अत्र ईकारस्य ई आदेशः भवति. ई अत्र वियोगः अन्ति इति प्रथम लट्लकारस्य प्रथमपुरुष बहुवचने अत्र प्रथमम् ईकारस्य ईकारस्य अत्र ई आदेशः अतः अत्र वियन्ति इति रूपं निष्पन्नं भवति. धन्यवादः. प्रथमं तु लट्लकारः टी इति प्रथमपुरुषे एकवचनसिद्धतिङ् प्रत्ययः. वि टी तु अजादि क्षम्यतां हलादि पित् अस्ति. हलादि पित् अस्ति अतः गुणकार्यं भवति. भवति वेथि इति रूपम्. अनन्तरं तः तु अपित् अस्ति हलादि अपित्. तत्र तु केवलं वर्णमेलनं दीतः. अनन्तरम् अन्ति अजादि अस्ति अपित् अपि अस्ति. अत्र अचिष्णुधातु ब्रुवां युवोर् यङ् वङ्गौ इति सूत्रेण इयङ् आदेशः भवति. वियन्ति वियन्ति इति रूपम्. आम् वेति वीतः वियन्ति. अनन्तरं भगिनी शी इति महोदय शी इति आं वदामि वा? मध्यमपुरुषे एकवचनं मध्यमपुरुषे एकवचने सि इति सिद्धतिङ् प्रत्ययः. अत्र तु प्रथमं गुणकार्यं वे भवति. वे वे सि अत्र तु आदेशप्रत्ययोः इति सूत्रेण षत्वविधिः वेषि. वीतः इति एव अत्र केवलं वर्णमेलनमेव. तः इति हलादि अपित् अस्ति. तापि हलादि अपित् अस्ति. अत्र अपि वर्णमेलनं वीत वेषि वीतः वीत. धन्यवादः. मी हलादि अपित् अस्ति. अत्र वि योगः मी वे आयाति. किं कथं वेमि केन सूत्रेण भगिनि? अत्र चिन्तनं करोमि, विस्मरामि. इत्यनेन एकारः आयाति. तत्तु व योगः ए योगः मि वेमि. द्विवचनः वः वः अस्ति. तत्तु हलादि अपित् अस्ति. वि वः गुणनिषेधः. तत्तु वि वः वियोगः वः विवः विवः मः तु तत्र तत्रैव वि मः. धन्यवादः भगिनि. हेम भगिनी पुनः. आं भगिनि, इदानीं लोट्लकारे तु इति प्रत्ययः अस्ति, तु तु हलादि पित् अस्ति, पित्वा तत्र गुणः सम्भवति, गुणः भवति, तर्हि वि योगः ति इदानीं गुणः भूत्वा क्षम्यतां वि योगः तु गुणः भूत्वा दे तु इति रूपम् आयाति. विकल्पेन तत्र तातङ्ग् अस्ति, तातङ्ग् तु साक्षात् मित् अस्ति, अतः निति च अनेन तत्र गुणनिषेधः भवति. हलादि अपित् अस्ति, अतः केवलं मेलनं वियोगः तात् वि तात् तथैव तामपि हलादि अपित् अस्ति, केवलं मेलनं भवति. वियोगः तां वि ताम् इति बहुवचने अन्तु इति अस्ति, अन्तु तु अजादि अपित् अस्ति, अजादि अपित् अनेन अत्र ईकारान्तधातु धातुः अचिष्णु धातु भ्रुवां युवोरियङ् वङ्गौ अनेन तत्र ईकारस्य दीर्घ ईकारस्यापि इयादेशः भवति. इदानीं बकारः योगः ई योगः अन्तु इति अस्ति, तर्हि दीयन्तु इति रूपम् आगच्छति. आहत्य वेतु गीता गीतां दीयन्तु. धन्यवादः भगिनि. सुब्रह्मण्यं महोदय. क्षम्यतां भगिनि, अहं वदानीय वा भगिनि इदानीं? आं महोदय. अस्तु भगिनि, अत्र इदानीं मध्यमपुरुष एकवचने हि अस्ति, हि अपित् अस्ति सेर् ह्यपि च इत्यनेन, अतः अत्र वियोगः हि केवलं सन्धिकार्यमेव, वि हि इति भवति. तातङ्ग् अस्ति, अतः निति च इत्यनेन गुणनिषेधः, वीतात् भवति, तथा एव वीतं वीता अपि. अत्र तु बहुवचने किल, क्षम्यताम्, उत्तमपुरुष बहु उत्तमपुरुष. आम् उत्तमपुरुषं तु आनि आव आम इति सिद्धतिङ्कृत्याः सर्वे पित् अस्ति. आम् पित् अस्ति, आडुत्तमस्य पिच इति पित्वम् आरोपितं. सर्वे अजादि अस्ति, पित् अस्ति, अतः गुणः भवति सार्वधातुको अर्धधातुकयोः इति सूत्रेण. अनन्तरम् अयादेशः अपि भवति एचो यवायावः इति सूत्रेण, अतः रूपं भवति वयानि वयाव वयाम. धन्यवादः. अत्र तकारः ताम् अन् अस्ति, लुङ् लङ् लृङ्षु अडुदात् अकारः आयाति लङ् लङ्लकारे, तत्तु आयोगः आकारः आडजातीनां तु आकारः आयाति. अजातिप्रत्ययः अस्ति वा, अजातिधातुः अस्ति वा, धातुः किमस्ति अस्माकं? धातुः तु तकार ताम् धातु धातु विकार वि अस्ति न वकार खलु, वकारादि अस्ति, वकार अस्ति, वकारादि अस्ति चेत् आडजादीनाम् इति सूत्रस्य कार्यमस्ति वा, प्रसक्तिः अस्ति वा? आट् अजादीनामेव आट् आगमः भवति, एतत्तु अजादि नास्ति खलु, अजादि नास्ति, तर्हि लुङ् लङ् लृङ् षु अडुदात् इत्यनेन अकारः एव आयोगः वि योगः प्रत्ययः प्रत्ययः तिङ्प्रत्ययः तत्र तकारः तु हलादिपित् अस्ति तत्कारणात् एकारः आयाति तत्तु अकारः उकारः एकारः त् अवेत् एकारः केन सूत्रेण एकारः इकारस्य एकारः किं कार्यमस्ति केन सूत्रेण गुणकार्यमस्ति खलु गुणकार्यमस्ति एनोयन् न सार्वधातुक ओ सार्वधातुक एरनेसलम् अधीताय सेकेण्ड् टैम् सार्वधातुक आर्धधातुकयोः इत्यनेन युनोयन् इति युन् धातोः एव कार्यमस्ति सार्वधातुकयोः इति सामान्यकार्यमस्ति कृतमस्ति अकारस्य किं किं वदतु आडजादिनम् अत्र नास्ति कार्यं नास्ति भगिनि इनोयन् इति उक्तवती खलु इनोयन् इति इन् धातोः इनोयन् नास्ति सार्वजातक अर्धातुकयोः इति सामान्यसूत्रं तां तु हलादि अपि अस्ति तथैव आयोगः वियोगः ताम् अवीताम् अत्र वे इति भवति वा वक्का वि इत्यस्य वे इति भवति वा गुणकार्यं नास्ति न अत्र गुणनिषेधः गुणनिषेधः अपि अस्ति अन् अस्ति अला अजादि अपि अस्ति तत्कारणात् अन् अचिष्णु धातु ब्रुवाङ् अचिष्णु धातु ब्रुवाङ् युवर् युवङ्गौ यङ्ग् ओङ्गौ यङ्ग् ओङ्गौ ओङ्गौ कार्यं करोति तत्कारणात् ऐ आयाति तत्तु आयोगः ऐ नास्ति इकारः एकारः आयाति अकारः विकारः अकारः वकारः ईकारस्य स्थाने इति योगः अन् तत्तु अवयन् अवियन् अवियन् अकारः वकारोत्तरस्य ईकारस्य स्थाने इकारः ह्रस्व इकारः यकारः इति ह्रस्व इकारः अवियन् अवियन् धन्यवादः भगिनि समीचीनं हेमा भगिनि आम् मध्यमपुरुषे चकारः तं त इति स्वीकृतिं प्रत्ययाः सन्ति इदानीम् अयोगः पि योगः स लङ् लुङ् लृङ्क्षु अडुदातः कारणेन धातोः प्राक् अकारः आयाति तर्हि अयोगः बि योगः सकारः सकारः अन्ते अस्ति तर्हि ससजुषोरुः अनेन अपि च तत्र ससजुषोरुः कारणेन रेफः आयाति खरवसानयोर्विसर्जनीयः अनेन तत्र विसर्गः आयाति इदानीम् अयोगः बि योगः विसर्गः सकारः तु क्षन्तव्यं सकारः तु तिप् अस्ति अतः प्रथममेव तत्र गुणः भवति सार्वधात्व अर्धधात्वयोः अनेन तत्र विकारस्य वे इति भवति तर्हि अयोगः वे योगः विसर्गः अवेः इति रूपम् आयाति तदनन्तरं तम् अस्ति अयोगः वियोगः तम् इति तं तु हलादि अपित् अस्ति अतः केवलं मेलनमेव भवति अवीतम् इति तथैव अवीत अवीत इति केवलं मेलनमेव भवति. आहत्य अवेः अवीतम् अवीत. वकारः स्वरः इत्यनेन सकारः ससर्जिषोः कार्यं करोति, करवसनं तु करोति न? आं भगिनि, कदान्ते अस्ति. अस्तु भगिनि, इदानीम् अत्र उत्तमपुरुष एकवचने अम् अस्ति, तिक् सिद्धतिङ् प्रत्ययः. अत्र अडागमः भवति प्रथमं लङ्लकारे, लुङ् लङ् लृङ् ष्वडुदात्तः इत्यनेन, अयोगः वियोगः अम्. इदानीमत्र अम् इति अजादि पित् अस्ति, अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यम्. इकारस्य एत्वम् आयोगः वेयोगः अम्. एकारः अकारः, अत्र वेयोगः अम्. अत्र एचोय वायावः इत्यनेन ऐ आदेशः, अतः वै योगः अम्, आयोगः वैयोगः अम्. अत्र वर्णमेलनं भूत्वा अवयम् इति रूपं निष्पन्नं भवति. व इति द्विवचने, अयोगः वियोगः व, अत्र केवलं वर्णमेलनमेव, अवीव इति रूपं भवति. तथा एव अवीम. आहत्य अत्र अवयम् अवीव अवीम. मणिमहोदय वदति वा? अहं तूष्णीं तिष्ठामि, म्यूट् मध्ये भवामि, भवान् सर्वे वदतु, अनन्तरं भवान् म्यूट् करोतु, अहम् अन्म्यूट् भवामि. मणिमहोदय. महोदय, इदानीं मा कृतवान् महोदय. विदिलिङ्ग्, विदिलिङ्ग् मध्ये प्रथमपुरुषे यात् यातां युः, वियोगः यात् हलाति अपि ततः वियात् वियातां वि युः इति रूपं भवति महोदय. अनन्तरं मध्यमपुरुषे याः यातं यात, अत्र वि वियाः वियातां वियात इति रूपं भवति. अनन्तरं उत्तमपुरुषे यां याव याम, तदेव दीर्घं भूत्वा सारि वियां रूप मेलनमेव, वियां वियाव वियाम इति रूपं भवति. धन्यवादः महोदय. हलादिपित् अपि मेलनमेव, गुणकार्यं नास्ति, अतः मेलनमेव, वियात् वियाताम् इति रूपः भवति. इदानीं ध्वनिः अस्ति वा महोदय? प्रतिदिनं आं महोदय. ओके, मीट् करोमि महोदय. क्षम्यतां महोदय. हेड्सेट् न धृतवान् चेत् कृते हेड्सेट् धरतु महोदय. प्रायः धृतवान् इति मन्ये, कृते धरतु, तर्हि भागम् ओढुं शक्नोति खलु, नो चेत् अहं तु किमपि न वक्तुं शक्नोमि. हेड्फोन् धरतु. किमर्थं हेड्फोन् न धरति चेत् प्रतिध्वनिः आगच्छति खलु. हेड्सेट् हेड्सेट् धरतु इति. स्पीकर् फोन् मास्तु इति, हेड्सेट् धरतु. वयर्ड् कनेक्षन् अस्ति खलु, तादृशं हेड्सेट् भवति चेत् प्रतिदं हिम्न आयाति. श्रुतम् अत्र हलादि अपि प्रत्ययः अस्ति, तर्हि सार्वधातुकमपि नित्येन गुणकार्यं निषिद्धं, तर्हि सार्वधातुक आर्धातुकस्य कार्यं नास्ति, वियात् वियातम् इति यथावत् तिष्ठति. धन्यवादः महोदय. रमप्रिया भगिनी पठति वा अग्रे. आम् आं भगिनि. शीङ् स्वप्ने इति धातुः, शीङ् सार्वधातुके गुणः, शीङ् धातुः गुणः भवति सार्वधातुकप्रत्यये परे. अनेन सूत्रेण शीङ् धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि. इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्. अतः यत्र ईकारः स्थानी भवति शीङ् षष्ट्यन्तं सार्वधातुकसप्तम्यन्तं गुणः प्रथमान्तं त्रिपदम् इदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शीङ्गः अङ्गस्य गुणः सार्वधातुके. एतद् शीङ् स्वप्ने इति धातुः विषये एकः विशिष्टसूत्रम् अस्ति, शीङ्गः सार्वधातुके गुणः इति. अत्र तु यदा सार्वधातुकप्रत्ययः परः अस्ति चेत् शीङ् धातोः गुणः भवति. यदा पित्सु अस्ति वा अपित्सु प्रत्ययः परः अस्ति वा गुणः तु सर्वदा भवति एव. अत्र एक परिभाषासूत्रम् इको गुणवृत्ति इति, तस्य सहायेन अत्र इकः तु यत्र स्थानी भवति यत्र स्थानी न उक्तम् इति, अत्र ईकारः स्थानी भवति इति अस्ति. अनुवृत्तिसहितसूत्रमस्ति, शीङ्गः अङ्गस्य गुणः सार्वधातुके. यदा शीङ् धातुः अस्ति तस्य स्थान षष्ट्यम् अङ्गस्य गुणः भवति यदा सार्वधातुकप्रत्ययः परः अस्ति चेत्. शीङ्गः स्थाने इति किल भगिनि. महोदय, तत्र इको गुणवृद्धि तस्य परिभाषायाः पूर्णतया अर्थः न अवगतम्. इको गुणवृद्धिः इक इति प्रत्याहारस्य एव गुणं वा वृद्धिः वा भवति इति इको गुणवृद्धिः परिभाषाकृतम्. अपरन्तु गुणं वा वृद्धिः वा भवति कुत्र कस्य गुण अत्र तु उक्तमस्ति शीङ्गः सार्वधातुके गुणः इति अस्ति, किन्तु शीङ्गः इति कस्य वर्णस्य गुणः भवति इति प्रश्नः उदेति खलु. तर्हि कस्य गुणस्य वर्णस्य गुणः इत्युक्ते इक् वर्णस्य एव गुणः भवति इति. इक् वर्णस्य एव गुणः नितरां भवति किल भगिनि, तर्हि तत्र किमर्थं वक्तव्यं सूत्रेण इत्युक्ते एतेन सूत्रेण एव. कदाचित् एकारः अस्ति इति चिन्तयतु, अकारः योगः एकारः अस्ति, अहं वदामि अकारः योगः एकारः इति तत्तु समीचीनं. किमपि पूर्वं वयं पठितवन्तः, कुत्रचित् वयं तथा दृष्टवन्तः, अकारः योगः एकारः, यत्र गुणकार्यं भवेत् तर्हि एकारः एव तिष्ठति. क्षम्यताम्, अकारस्य अपि गुणः भवति खलु, अकारस्य गुणवर्णः अकारः एव भवति इति आयाति. तर्हि यत्र न दत्तम् अस्ति तादृशसन्दर्भे तु इक इक् इति प्रत्याहारस्य एव गुणः भवति इति. अहम् अनन्तरं दृष्ट्वा अहं प्रेषयामि भगिनि. पूर्वं तादृशसन्दर्भः पूर्वं वयं दृष्टवन्तः, यत्र एकारस्य अपि पुनः गुणं भूत्वा एकारः एव तिष्ठति इति कुत्रचित् इति मन्ये. यतोहि शीङ्गः सार्वधातुके गुणः, अत्र शीङ्गः ङकारः तु गच्छति, शी एव तिष्ठति, तर्हि शी तु ईकारः एव अस्ति, तर्हि सामान्यतया एव तत्र गुणः एव भवति किल. किन्तु यत्र न उक्तमस्ति चेत्, यदि एतत् सूत्रं नास्ति चेत् पूर्णतया गुणादेशः भवति वा इति तादृशप्रश्नः उदेति खलु. सर्वादेशः भवति इति वा? आम्, सर्वदा प्रायः अन्तिमवर्णस्य इति एव वक्तुं शक्नुमः, किन्तु अत्र अन्तिमवर्णः इति नास्ति खलु, अन्तिमस्वरः अस्ति प्रायः वक्तुं शक्नुमः, किन्तु स्पष्टता कुतः भवति एतेन सूत्रेण इति मम अवगमनम्। यदि नास्ति चेत् भवती जानाति अतः भगिनी वदति इकारः एव अस्ति अतः तस्यैव गुणः भवति इति, यदि न ज्ञातवती चेत् कथं जानीमः इति सहायार्थमेव खलु, सहायार्थमेव खलु परिभाषासु, तर्हि अत्र पूर्ण अवगमनं नास्ति तत्र आगत्य स्पष्टीकरोति इति एव अस्ति। पूरयामि वा भगिनि? अपि तु प्रत्ययेषु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः आदिश्यते, तदा ङिति च इत्यनेन गुणनिषेधः, तदा शीङ् सार्वधातुके गुणः इत्यनेन पुनः गुणः। अत्र ङिति च शीङ् सार्वधातुके गुणः इत्यनयोः कः सम्बन्धः? ङिति च इति प्रबाद्य शीङ् शीङ्गः सार्वधातुके गुणः इत्यनेन गुणः वा, अथवा शीङ् सार्वधातुके गुणः ङिति च इत्यस्य अपवादः इति वा? ह्यः अपि चर्चा भवति सार्वधातुक अर्धधातुकयोः अपि च शीङ्गः सार्वधातुके गुणः एकत्र प्राप्तिः अस्ति वा, अपवादसूत्रम् अस्ति वा इति महोदयेन उक्तं, पुनः दृष्ट्वा वदामि इति। यदि वयं पश्यामः चेत् किल भगिनि, मम अभिप्रायः वदामि, सार्वधातुक अर्धधातुकयोः इति सामान्यसूत्रमस्ति, तर्हि तस्य कार्यं प्रथमं भवति, परन्तु अत्र शीङ् तु ङित् अस्ति, अतः साक्षात् ङित् अस्ति, अतः ङिति च कारणेन तत्र गुणनिषेधः भवति, तदनन्तरं गुणः न भवति, परन्तु शीङ्गः सार्वधातुके गुणः इति विशिष्टसूत्रम् अस्ति शीङ् धातोः कृते एव, तर्हि तत्र प्रतिपदत्वम् इति पूर्वमपि चर्चितवती, अपि प्रत्यपदे निरवकाशं भविष्यति यदि कार्यं न करोति इति कृत्वा अपवादः। पुनः यत्र यत्र तिथि अतिथि प्रत्य अतिथि सार्वधातुके प्रत्यपदे यदि एतत् सूत्रं न कार्यं करोति चेत् निरवकाशं भविष्यति खलु, अपि च सूत्रं केवलं शीङ् धातोः कृते, तर्हि यथा वयम् इणोयण् इति दृष्टवन्तः तत्र इण् धातोः कृते एव अत्रापि प्रतिपदोक्तम् अस्ति, अतः तत् बलवत् इति मत्वा सर्वत्र गुणः भवति इति मम चिन्तनम्। परन्तु अहमपि तत् लिखितवती महोदय, लिखितपत्रं प्रेषितवती, किन्तु महोदय विचारः सम्यक्, अद्य अद्यतनवर्गे सामूहिकरूपेण चिन्तनं भवतु, तदा अग्रिमसप्ताहे वदामि इति उक्तवान्। मम चिन्तनमस्ति स्थिति प्रत्यये परे तु सार्वधातुके इति अस्ति, अनन्तरं एतत्तु परसूत्रमस्ति, स्थिति सूत्रस्य न आवश्यकता एव नास्ति, यद्यपि समानमस्ति किन्तु प्रतिपदोक्तत्वेन अनन्तरं परसूत्रम् इत्यस्मात् कार्यं भवति शृङ्गः सार्वधातुके इत्यस्य, स्थितिप्रत्यये सार्वधातुके परे यदि कार्यं न करोति चेत् पूर्णतया सूत्रं निरवकाशं भविष्यति इत्यस्मात् अपवादसूत्रं किम्, तर्हि अपवादः भवति। भवतामपि तथा पश्यामः, तर्हि महोदयस्य प्रश्नमासीत् कस्य अपवादसूत्रम् इति प्रश्नः अस्ति, भगिनी किं चिन्तयति कस्य सूत्रस्य अपवादसूत्रमिति? मम चिन्तनमासीत् मिति च इत्यस्य अपवादम् इति, अहमपि तत्र नास्ति, तत्तु अत्र अत्र निति च शृङ्गा सर्वदातुके गुणः अपि च अपवाद करोति। आं भगिनि, तथा एव अस्माकमपि चिन्तनं। भगिनी पठति वा अग्रे, पुष्पा भगिनी पठति वा फलादिपिस्तु इति? फलादिपिस्तु आत्मनेपदी धातुषु नास्ति एव, अजादिपित्सु गुणः अयादेशः, शीयोगः ए नेपदीषु नास्ति एव अजादिपित्सु गुणः आदेशः शीयोगः ऐ श योगः ए योगः ऐ स योगः ऐ योगः ऐ केन सूत्रेण अत्र अकारः यकारः केन सूत्रेण स्थायति सार्वधातुकार्धधातुकयोः न न न गुणः तु शिङः सार्वधातुके इति गुणः भवति अनन्तरम् एकारस्य स्थाने ऐ आदेशः एषोयवायावः ऐ आयाति अत्र ऐ शयै अस्ति हलादि पित्सु गुणः अस्ति शीयोगः ते तत्तु शे योगः ते शेते अजादि अपि अजाद्यपित्सु गुणः अयादेशः शीयोगः आते शे योगः आते श योगः ऐ योगः आते शयाते धन्यवादः हेमा भगिनि भगिनि शिङ्गो रूट् शिङ् धातुतः झ प्रत्यय अवयवस्य स्थाने यः अत् तस्य रूट् आगमो भवति आद्यन्तौ टकितौ इत्यनेन अत् इत्यस्य आद्यवयवः शिङ्गः पञ्चम्यन्तं रूट् प्रथमान्तं द्विपदमिदं सूत्रं झोन्तः इत्यस्मात् जः इत्यस्य अनुवृत्तिः अदभ्यस्तात् इत्यस्मात् षष्ट्यन्त्यस्य विभक्तिपरिणामेन अतः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शिङ्गः अङ्गात् जः अतः रूट् तर्हि इदमपि विशिष्टसूत्रमस्ति शिङ् धातोः कृते यत्र शिङ् धातुः अस्ति प्रथमपुरुष बहुवचने प्रत्ययः सिद्धतिङ् प्रत्ययः अस्ति झकारः झकारः तस्य स्थाने अत् आदेशः भवति तर्हि तत्र अत्तागस्य अत्प्रत्ययस्य प्रथमे रूट् आगमः भवति रूट् तत्र टकारस्य लोपः भवति हलन्त्यमनेन उकारस्य अपि भवति उपदेशे अजनुनासिक इति तर्हि केवलं रेफः एव तिष्ठति तर्हि रेफः आयाति अत् अतः प्राक् अनुवृत्तिसहितसूत्रमस्ति शीङ्गः अङ्गात् जः अतः रूट् इति तर्हि तर्हि शीङ् इति अङ्गस्य अङ्गात् परे यः झकारस्य स्थाने यः अत् आदेशः आयाति तस्य प्राक् रेफः आयाति रूटागमः आगच्छति इति सूत्रस्य सारांशः अनुबन्धलोपे रेफः इति आगमः अतः अते स्थाने इदानीं रेफः प्रथमम् आयाति तर्हि रते इति भवति ऋ योगः अते रते इति इदं तु प्रथमपुरुष बहुवचने समान रूपेण अतां लोट्लकारे रताम् इति भवति अपि च अत इति लङ्लकारे रत इति धन्यवादः भगिनि अत्र रू इत्यस्य उकारः उच्चारणार्थम् इति कुत्रचित् कुत्रचित् पाणिनिः तथा उपयोगं करोति तत्र अनुनासिकवर्णः नास्ति वा तदहं न जानामि भगिनि किन्तु अष्टाध्यायीदानं तत्रापि पश्यति महोदय अपि पूर्वमेव उक्तवान् उच्चारणार्थमेव कुत्रचित् पाणिनिः तथा यत्र रेपस्य उकारः योजयित्वा उच्चारणार्थं रू इति प्रयुज्यते इति क्षम्यतां सफजुषोरुः इति तत्रापि उकारः उच्चारणार्थम् इति उक्तवान्. यत्र जकारस्य स्थाने अत् आदेशः न भवति, अन्ते एव तिष्ठति चेत् तत्र रुट् आगमः न भवति इति. यत्र अत् आगमः भवति तत्र एव रुट् अपि आगमः भवति, नो चेत् अन्यत्र न भवति. अनदन्तदातॄणां कृते, अभ्यस्तदातॄणां कृते. धन्यवादः भगिनि. तर्हि क्षम्यतां सुब्रह्मण्यमहोदय, रूपाणि वदति वा लट् लकार. आं भगिनि, इदानीम् अत्र शिङ् इति धातुः अस्ति, तत्तु आत्मनेपदे धातुः. अत्र षि इति अनुबन्धलोपानन्तरम् अत्र षि इति धातुः अस्ति. अत्र लट्लकारस्य प्रथमपुरुषे एकवचने ते इति सिद्धतिं प्रत्ययः, षियोगः ते. अत्र ते हलादि अपित् अस्ति, अतः हलादि अपित् अस्ति, परन्तु इदानीं शिङ्गः सार्वधातुके गुणः इत्यनेन यद्यपि ते सार्वधातुकमपित् नित्वत् निति च इत्यस्य प्रसक्तिः अस्ति, परन्तु अत्र शिङ्गः सार्वधातुके गुणः इति अपवादत्वेन प्रायः अत्र षि इत्यस्य गुणः भूत्वा शेते इति रूपं निष्पन्नं भवति. अनन्तरम् अत्र षियोगः आते, इदानीम् आते पुनः तदेव कारणमत्र शिङ्गः सार्वधातुके गुणः इत्यनेन इकारस्य गुणः भूत्वा एकारः शेयोगः आते. इदानीम् अत्र एचोयवायावः इत्यनेन अत्र एकारस्य ऐ आदेशः शयाते इति द्विवचनरूपं भवति. शियोगः अते, पुनः अत्र शिङ्गः सार्वधातुके गुणः इत्यनेन अत्र शेयोगः अते. इदानीम् अत्र अते इति तु झकारस्य स्थाने अत् आदेशः अत् आगच्छति, अतः अत्र शिङ्गो रुट् इत्यनेन अत्र अकारस्य स्थाने अत् अत् यः अस्ति तस्य प्रथमवर्णः अकारः अस्ति, तस्य स्थाने रेपः आदेशः भवति. तस्य आदौ भवति खलु भगिनि? आं महोदय, आदौ भवति, आदौ भवति, अतः अत्र आगमः भवति, आदेशः न, द्वयोः अपि. अस्तु भगिनि, धन्यवादः. शेयोगः रते भवति इदानीं, शेरते इति रूपं निष्पन्नं भवति. आगमः. आम् आं भगिनि, अत्र तु आत्मनिपदं से इति सिद्धतिङ् प्रत्ययः, षि इति अस्ति, तत्तु अपित् अस्ति, हलादि अपित् अस्ति, हलादि अपित् अस्ति चेदपि अत्र गुणकार्यं भवति शिङ्गः सार्वधातुके गुणः इति सूत्रेण. षि शे भवति, श्ये से अनन्तरं षत्वविधिः इन् प्रत्याहारे अस्ति, अपदान्ते अस्ति इति कारणात् शेषे इति मध्यमपुरुष एकवचने, द्विवचने आथे अजादि अस्ति, अपित् अस्ति, शिङ्गः सार्वधातुके गुणः इति गुणं भूत्वा शीषे भवति. अनन्तरम् अयादेशः भवति एचोयवायावः इति सूत्रेण, ऐ अथे शयाथे, द्वे हलादि अस्ति, अपित् अस्ति, प्रथमं गुणः शिङ्गः सार्वधातुके गुणः शे द्वे, शेषे शयाते शेद्वे. धन्यवादः. पुष्पा भगिनि. अस्तु भगिनि, अत्र एकारः अस्ति एकवचने, उत्तम योगः ये तत्तु गुणकार्यमस्ति शिङ् सार्वधातुक शिङ्गः सार्वधातुके गुणः तदैव शे आयाति शे ए तत्र शे ऐ न आयाति आयाति ऐ आयाति न आयाति न भगिनि योगः ए इति अस्ति ए इति अस्ति आदौ अनन्तरं गुणकार्यं भूत्वा शे योगः ए इति भवति अनन्तरं एकारस्य स्थाने ऐ आदेशः भवति खलु एषोयवायावः तेन शये इति भवति शये इति आयाति वहेतु द्विवचने शि योगः वहे गुणकार्यम् अस्ति तद् हलादि अपित् अस्ति गुणकार्यम् अस्ति शे वहे शे महे अस्तु भगिनि धन्यवादः आं भगिनि अत्र लोट्लकारे ताम् अस्ति तां तु हलादि अपित् अस्ति शिङ्गः सार्वधातुके गुणः अनेन तत्र गुणः भूत्वा शिशे इति भवति शे योगः तां मेलनं भूत्वा शे ताम् इति रूपं विहितं तदनन्तरं द्विवचने आताम् इति अस्ति आतां तु अजादि अपि अस्ति पुनः शि शे इति भवति सार्वधातुके गुणः शिङ्गः सार्वधातुके गुणः अनेन शे योगः आताम् इदानीम् एकारस्य परे अकारः अस्ति यचोयवायावः अनेन तत्र अयादेशः न क्षम्यताम् अताम् अस्ति अतः तत्र विशिष्टसूत्रं कार्यं करोति शिङ्गो रूट् अतः रेफः तस्य प्राक् आयाति आगमः टित्वात् प्रथमम् आयाति अतः रताम् इति भवति शे योगः रतां शेरताम् इति रूपं विहितम् तदनन्तरम् अताम् अस्ति तदपि कार्याणि भगिनि आताम् इति यत्र अस्ति अत्र वर्णः नास्ति खलु अतः तत्र आयाति क्षम्यतां भगिनि बहुवचने एव अताम् अस्ति तत्र एव शेरताम् इति आगच्छति परन्तु द्विवचने आताम् अस्ति प्रथमं शी शे इति भवति शिङ्गः सार्वधातुके गुणः अनेन तर्हि शे योगः आतां यचोयवायावः कारणेन तत्र अयादेशः भवति तर्हि शे शै इति भवति शै योगः आतां शयाताम् इति रूपम् आयाति बहुवचने एव अतां तस्य प्राक् शिङ्गो रूट् कारणेन तत्र रेफः आगत्य शि शे भूत्वा शे योगः रेफः योगः अतां शेरताम् इति तर्हि रूपाणि श्वेतां शयाताम् अस्तु भगिनि रामप्रिया सुब्रह्मण्यं महोदय इदानीम् अत्र एकम् अन्यत् आसीत् भगिनी यत् उक्तवती अते इत्यस्य अथ इत्यस्य कार्यम् अत्र किम् इत्युक्ते आत्मनेपदे शनतः इत्यनेन अत् आदेशः भवति अत्र आत्मनेपदेश तर्हि यत्र अत्र यदि लृत्रकारस्य स्य इति आगच्छति खलु तत्र तु आत्मनेपदेशनतः इत्युक्ते कार्यं न भवति. किमर्थम् इत्युक्ते अदन्तधातुः न भवति. इस्य इति मध्ये आगच्छति तर्हि तत्र अन्त इति तिष्ठति तर्हि तत्र रेपः न आगच्छति इति. लोट्लकारे आगच्छति न लोट्लकारे आगच्छति लृट्लकारे वदामि भगिनि. लृट्लकारे यत्र अत् आदेशः न भवति तत्र रुट् आगमः अपि न भवति तर्हि शयिष्यन्ते इति रूपं भवति. आत्मनेपदेषु सूत्रं आत्मनेपदेषु अनतः इति एकवारं अहमपि विस्मृतवती अत्र दृष्ट्वा वदामि. आत्मनेपदस्य विषये अदन्तात् अङ्गात् परस्य प्रत्ययस्य जकारस्य अर्थादेशः अस्ति. अस्तु धन्यवादः भगिनि. पुष्पभगिनी वदति वा कस्य क्रमः अस्ति? सुब्रह्मण्यमहोदय खलु सुब्रह्मण्यं वदामि भगिनि. इदानीं लोट्लकारस्य मध्यमपुरुषे एकवचनं स्व अस्ति. स्व इति यद्यपि अज हलादि अपि तस्ति अत्र शिङ्गः सार्वधातुके गुणः इत्यनेन शियोगः स्व अत्र शे योगः स्व भवति. इदानीमत्र अत्र आदेशप्रत्यययोः इत्यस्य कार्यं भवति. स्व इति प्रत्ययस्य अपदान्तस्य सकारः अस्ति अपि च अत्र तस्मात् पूर्वम् एकारः अस्ति तत्तु इन् प्रत्याहारे अस्ति. अतः अत्र आदेशप्रत्यययोः इत्यस्य कार्यं शे श्व इति रूपं निष्पन्नं भवति. अनन्तरं शियोगः आथाम् अजादि अपित् यद्यपि अजादि अपित् अत्रापि शिङ्गः सार्वधातुके गुणः इत्यनेन शे योगः आथाम् अत्र एचोयवायावः इत्यनेन अय् आदेशः शयाथाम् इति रूपं निष्पन्नं भवति. शियोगः ध्वं शिङ्गः सार्वधातुके गुणः इत्यनेन अत्र शे योगः ध्वं शे ध्वम् आहत्य अत्र शे श्व शयाथां शेध्वं रूपाणि भगिनि. धन्यवादः. रामप्रिया भगिनि. आं भगिनि, अत्र तु लोट्लकार उत्तमपुरुष ऐ आवहै आमहै इति अजादिः अस्ति अपित् अस् क्षम्यतां पित् अस्ति. शिङ्गः सार्वधातुके गुणः इति सूत्रेण गुणः भवति प्रथमं शीशे भवति अनन्तरम् एचोयवायावः इति सूत्रेण अयादेशः भवति. शयै शयावहै शयामहै. धन्यवादः. पुष्पा भगिनी वदति वा मन्त्रे? अत्र त आताम् अता अस्ति लङ्लकारे. लङ् लुङ् लृङ्क्षु उदात्त आडुदातः आडुदात्त इत्यनेन अकारः आयाति. शिङ्गत्र अकारः अस्ति अस्तु अस्ति अकारः शि योगः ता गुणकार्यम् अस्ति. सर्वे हलादि अपि अस्ति सर्वे कार्य सर्वे अपि अपित्या गुणकार्यमस्ति. योगः शी शे आयाति श्वेता श्वेता श्वेता आतां तु अजादि अपि अस्ति अत्र आयोगः शे योगः आताम् अत्र एचोयवायावः आयाति अत्र अजादि अपि अस्ति किन्तु शीघ्र सार्वदातुके गुणः इत्यनेन गुणकार्यं भवति श्रीयोगः श्रे आयाति श्री श्रे आयाति एचोयवायावः कार्यं करोति आयोगः योगः ऐ योगः आतां तत्तु अशयाताम् तत्तु आताम् अतः अस्ति अतः तु बहुवचने अत्र सिङ्ग् सार्वधातुकरत् न सिङ्ग् किम् अस्ति सिङ्ग् रत्तु रुट् रुट् अस्ति न सिङ्ग् अतः रुट् सिङ्ग् अतः सिङ्ग् अतः रुट् तदैव गुणकार्यं तु करोति श्री योगः श्री तु शे आयाति आयोगः शे योगः अथा तु रता आयाति रकारेफः आयाति तथैव अशेरता अस्तु भगिनि धन्यवादः भगिनि आं भगिनि मध्यमपुरुषे ताः अस्ति अयोगः शीयोगः ताः ताः अपि हलादि अपि तस्ति परन्तु तत्रापि शिङ्गः सारदात्के गुणः अनेन तत्र गुणः भूत्वा शी शे इति भवति इदानीम् अयोगः शीयोगः ताः केवलं मेलनमेव भवति अशेधाः तदनन्तरम् आथाम् अस्ति आथाम् अजादि अपि अस्ति अत्रापि गुणकार्यः भवति गुणकार्यं भवति शिङ्गः सार्वदात्के गुणः इति सूत्रेण शीशे इति भवति तर्हि अयोगः शे योगः आथाम् अस्ति अस्यां स्थितौ एकारस्य परे आकारः अस्ति अतः एचोयवायावः तस्य प्रसक्तिः अस्ति कार्यमपि भवति एकारः ऐकारः भवति अयोगः शैयोगः आथाम् अशयाथाम् इति भवति तदनन्तरं द्वम् इति अस्ति द्वं हलादि अपि अस्ति शीशे भवति शिङ्गः सार्वदात्के गुणः अनेन अयोगः शेयोगः द्वं केवलं मेलनम् अशेध्वम् तर्हि अशेथाः अशयाथाम् अशेध्वम् धन्यवादः आं भगिनि लङ्लकारः उत्तमपुरुष एकवचनम् अत्र सिद्धतिङ् प्रत्ययः इ अत्र शीयोगः इ लुङ् लङ् लृङ् ष्वडुदात्त इत्यनेन अडागमः आयोगः शीयोगः इ अत्र इ यद्यपि अजादि अपि तस्ति अत्र शिङ्गः सार्वधातुके गुणः इत्यनेन शी इत्यस्य ईकारस्य गुणः भूत्वा शे भवति आयोगः अयोगः शे योगः इ अत्र शे योगः इ इदानीम् अत्र एचोयवायावः इत्यनेन एकारस्य स्थाने ऐ आदेशः अतः अयोगः शैयोगः इ अशयि इति रूपं निष्पन्नं भवति वहि इति हलादि अपि आयोगः शीयोगः वहि पुनः अत्र शिङ्गः सार्वधातुके गुणः इत्यनेन आयोगः शेयोगः वहि अशेवहि इति रूपं निष्पन्नं भवति तथा एव अत्र अशेमहि आहत्य अत्र अशयि अशेवहि अशेमहि. धन्यवादः मणिमहोदय. वदति वा विदिलि सर्वाणि रूपाणि वदतु महोदय. समानरूपाणि अस्ति कार्याणि सन्ति. महोदय विदिलिङ्ग् विदिलिङ्ग् सर्वाणि प्रथमं पुरुषे ईत ईयाताम् ईरनति रूपं भवति. अयोग सारि आ नास्ति अत्र शीयोग ईत शीयोः ईत ईकार सी अत्र गुणः भूत्वा सिंहः सार्वधातुकगुणः अध्ययन गुणः भूत्वा से इति रूपं भवति. देन् अनन्तरं से एक एक से इत्यस्य ई इकारस्थाने अत्र यचोयासूत्रेण ए स्थाने ऐ आदेशः अतः शै ईत शयीत इति रूपं भवति. महोदय वदतु वदतु महोदय. अहम् उत्तर शयीत इति रूपं भवति. दन् द्विवचने अपि शय्यातां शैरन् मध्यमपुरुषे सदैव शय्या ताः शय्यातां शयीद्वम् अनन्तरम् उत्तमपुरुषे तदैव शय्य शय्वहि शय्महि इति रूपाणि भवन्ति महोदय. धन्यवादः महोदय. धन्यवादः. सारि कृपया क्षम्यतां महोदय. ध्वनि अस्ति न चिन्ता. अग्रे गत्वा प्रायः हेड्सेट् उपयोगं करोतु. सर्वदा हेड्सेट् उपयोगं करोतु महोदय. हेड्सेट् विना वर्णम् आगच्छति चेत् बहु कष्टं भवति. मम कर्णौ एव भिन्नं भवतः तथा ध्वनिः श्रूयते. ततः एव उत्तरमेव दातुं न शक्नोमि. किञ्चित् हेड्सेट् धृत्वा आगच्छतु अग्रे गत्वा. धन्यवादः महोदय. तर्हि सर्वे तु चर्चां कर्तुं शक्नुमः खलु नो चेत् मोनोलाग् एव भवति. तर्हि अभवत् खलु. तर्हि विरमामः वा. धन्यवादः धन्यवादः धन्यवादः. भगिनी